नमस्कारः. कर्मणि भावे लुङ् इति करपत्रम् अनुवर्तते. अद्य तु ऋतुपदधातूनां ततः आरभ्य विषये ऋतुपदधातवः इति तस्मात् भागात् आरम्भं करणीयं खलु. आरम्भं कुर्मः. वृषधातु महोदय पठति किं महोदय? मणिमहोदय. आं महोदय, ऋतुपदधातवः वृष् धातोः वृष् वादो सेट् रूपाणि परिशीलनीयानि. विशेषः दृश् धातोः दृशिर् वादौ अनित् विकल्पेन चिह्नद्भावो भवति. रूपाणि परिशीलनीयानि. कुडादिभ्यः कृड् धातुः अयं सेट् कुडादि हलन्तदातवः सर्वे सेट् सेतः रूपाणि परिशीलनानि. वृष् वृष् धातु इदानीं महोदय वृष् धातुः एकवचने चिन्नस्ति. लुङ्लकारः अपि अधः अडागमः पूर्वं वृष् योः हि इदानीं सेट् अपि चिन् प्रत्ययः ईकारः अपि अधः गुणकार्यं भवति. वृष् वर्ष् इति वर्ष् अवर्ष् योः ई अवर्षि इति रूपं भवति. अनन्तरं द्विवचने अत्रापि सेट् अधः वर्ष न गुण न भवति महोदय. अत्र इकारः अस्ति इशाताम् इति रूपम् अधः अवर्षिताम् इति रूपं भवति महोदय. अत्र गुणकार्यं भवति किम्? अत्र भवति न भवति महोदय. आर्धधातुकप्रत्ययः अस्ति इति कृत्वा गुणकार्यं भवति खलु लघुपदस्य. अस्तु, अप अधः अवर्षिष्ठाम् अवर्षिषाताम् इति रूपम् अवर्षिषाताम् इति किम्? आम् आम् इति मन्ये. सरलभगिनि साधु खलु? आं भगिनि. लिङ्क् स्विच् आत्मने पदेषु तस्य कार्यं न भवति कारणकी झलादि नास्ति परे. भगिनि एकनिमिषं, तत्र ततःपूर्वं तत्र यत्र चिण् इति अस्ति प्रथमपुरुषे एकवचने, तत्र णित्वात् तत्र अत उपधायाः न भवति वा? तत्र वृद्धिः न भवति वा? अत्र अत ह्रस्वकारः अस्ति चेत् वृद्धिः भवति. अत्र क्षम्यतां क्षम्यतां भिन्नप्रतीकगतवती. धन्यवादः. धन्यवादः. अवर्षिशाताम् अवर्षिशत भगिनि. आम् अग्रिमम् अस्ति वृषयोगः इष्टाः इति सेट् अस्ति इति कृत्वा इष्टाः. तर्हि अत्रापि पुगन्तलघुपतस्य अनेन गुणः भूत्वा तत्र अवृषयोगः इष्टाः अवर्षिष्ठाः इति आगच्छति. तदनन्तरं यथा महोदयेन उक्तम् इशाथां, तत्रापि समानकार्याणि भवन्ति. गुणः भूत्वा अवर्षिशाथाम् इति. तदनन्तरम् इढ्वम् इति अस्ति, अत्रापि गुणः तु भवति. अत्र रूपम् एकमेव रूपम् आगच्छति, अवर्षिढ्वम् इति. विभाषितः इत्यस्य प्रसक्तिः नास्ति, यतोहि तत्र इणः परः इट् नास्ति इति. इण्वर्णः अपि शकारः एव वर्तते, अतः तत्तु इणः नास्ति इति कृत्वा केवलं इड्वमेव भवति तत्र एकं रूपम् इति कृत्वा. वाट् अबौट् दट् शीध्वम् इति एकं सूत्रमस्ति किल, तस्य प्रसक्तिः अस्ति वा? तत्र यदि स्वीकुर्मः तर्हि दकारस्य पूर्वम् अङ्गम् इति स्वीकृत्वा तत्र ईकारः इण् इति स्वीकर्तुं शक्नुमः. एकनिमिषं पश्यामः भगिनि, सूत्रं पश्यामः. न इति मन्ये इति मम अवगमनं. पश्यामः. इणः शीध्वं लुङ्लिटाङ्गोङ्गात् इति इणः अङ्गात् शीध्वं. तर्हि अङ्गम् इति स्वीकुर्मः चेत् धकारस्य पूर्वम् इकारः इति किल भगिनि, तत्र तादृशमपि एकवारम् इकारः तु प्रत्ययस्य भागः, परन्तु कुत्रचित् महोदयेन एतादृशमपि उक्तवान्, तत्र समीचीनं वा इति. महोदय उक्तवान् अङ्गस्य भागः भवति तदानीं धकारस्य ढकारः भवति. प्रत्ययस्य यत् महोदय दत्तवान् तत्र ईढम् अस्ति, किन्तु तस्य समाधान महोदय पृष्टवान् उत्तरमासीत् इकार यत् अस्ति तद् अङ्गस्य भागः अस्ति तत् वयं यत्किमपि साधितवन्तः, वयं ध्वम् इति कृत्वा एव साधितवन्तः खलु. आमां महोदय पृष्टवान् वर्गे कथम् ई ध्वम् अत्र दत्तमस्ति तत्र सिद्धप्रत्यय तस्य. वयं तादृशरूपं साधितवन्तः, इकारः तु प्रत्यय अवयवः इति कृत्वा अङ्गम् इति वयं न स्वीकृतवन्तः खलु पूर्वम्. अस्माभिः सर्वत्र तादृशमेव तत्र उक्तवान्, परन्तु एतादृशमपि यत्र कुत्रापि सूत्रे अष्टाध्यायी.com गच्छति चेत् तत्र काशिका अस्ति खलु, तत्र अत्र पक्षिध्वम् इति एकं शब्दमस्ति, कथमस्ति पक्षीध्वं यक्षीध्वं तत्र यद्यपि दकारात् दकारात् पूर्वम् ईकारः अस्ति तथापि इन् प्रत्याहारे इति न स्वीकृतम्. कस्मिन् शब्दे? काशिकायां पक्षीध्वं यक्षीध्वम् इति. उपरि च्योषीध्वम् इति अस्ति, तत्र किं जातं तर्हि? अत्र तु चु इति अङ्गम् अस्ति खलु, चु इति अङ्गं, चु इति अङ्गं शीध्वम् इति प्रत्ययः. तत्र इडागमः विभाषेतः वा न? तत्रापि एकमेव रूपं किल इति प्रत्ययः खलु, उकारः अङ्गस्य एव उकारः अस्ति खलु. तत्र शीध्वम् इति तत्तु भिन्नः किल? पक्षीध्वम् इति अस्ति, तत्रापि क्षीध्वम् इति प्रत्ययः अस्ति इति मन्ये. पक् योगः शीध्वम् इति मन्ये, यक् योगः शीध्वम्. एकनिमिषं पश्यामः तर्हि. क्षम्यतां, मम उदाहरणं सम्यक् नास्ति. परन्तु कुत्र तादृशं स्वीकरणीयम् इति स्मरति वा भगिनी सरला भगिनी, किम् उक्तवान् महोदयेन इति? महोदय एतत् केवलम् उक्तवान् अत्र ईद्वम् इति सः सिद्धप्रत्यय दत्तवान् तस्य समाधानं कथम् आगच्छति तत्र ढकार तो इति सूत्रेण एन शीध्वं लुङ् लिठाम् इति अनेन आगच्छति सः उक्तवान्. तत्र ईकार अङ्गस्य भागः अस्ति. तदपि एतावत्पर्यन्तं वयं यत्किमपि अभ्यासं कृतवन्तः, वयम् अङ्गं दृष्ट्वा एव वयं डकारं योजितवन्तः. किं यदि विभाषेत अस्ति तत्र अङ्गम् एण अस्ति, इदागमस्य अपि आवश्यकता अस्ति, तत्र एण अङ्गमपि इदागम परे भवेत् द्वयोः. विभाषेतः तत्र क्लेशः नास्ति, यतोहि द्विवारम् इकारः आगच्छति, इणः अपि च इतः इति. आदौ वयम् अत्र रूपं अवर्षिध्वम् इति उक्तवान् किल? आम् अवर्षिध्वम्. पश्यामः तस्मिन् विषये अपि अत्र अन्वेषणं करोमि. यत्र सेत् धातुः अपि स्यात् अनन्तरं इण् प्रत्याहारे नास्ति अन्तिमवर्णः अङ्गस्य तादृश उदाहरणं पूर्वं किमपि अस्ति किम् आत्मनेपदी अपि अस्ति चेत् सम्यक् भवति. किन्तु वयम् अग्रे गन्तुं शक्नुमः एतद् वयं पुनः अनन्तरं चिन्तयामः. गतवर्गे मुद् धातुः अपि दर्शवन्तः तदपि चेत् मुद् धातुः उदाहरणार्थं मुद् धातोः विषये पश्यतु. अत्र तु सेत् अस्ति अस्तु. अत्र मोदिद्वम् इत्येव अस्ति. यद्यपि इडागमः जातः तथापि तत्र मुद् धातोः तु मोदिद्वम् इत्येव भवति. तत्र ढकारः नास्ति इति वा? ढकारः न भवति. अत्र अष्टाध्यायी डाट् काम् मध्ये गत्वा मुद् धातोः पश्यतु रूपाणि. लुङ्लकारः अत्र तु कर्तरि लुङ्लकारः. यद्यपि कर्तरि अस्ति तथापि आत्मनेपदीरूपम् अस्ति इति कृत्वा समानरूपाणि आगच्छन्ति. मुद् हर्षे इति अस्ति खलु. अत्र मध्यमपुरुषे बहुवचनरूपं मोदिद्वम् इति एव अस्ति. यद्यपि मुद् धातोः मोद् अनन्तरम् इकारः अस्ति तथापि द्वम् इति एव अस्ति. किमर्थमिति इकारः कुत्र पश्यन्ती अस्ति भगिनि? तत्र अष्टाध्यायी डाट् काम् तत्र लुङ् लकार अन्तिमभागे समानकार्यमस्ति खलु. अत्रापि अत्र इकारः प्रत्ययस्य अवयवः अस्ति इति कृत्वा वयं न कुर्मः. किन्तु यदि अत्र अत्र अन्यदपि आसीत् लू धातुः अत्र पश्यतु तत्र प्रत्ययस्य अत्र तु लू इत्यस्य सेट् अस्ति इति कृत्वा रूपद्वयं भवति तत्र. लू इति सेट् अस्ति, मुद् अपि सेट् अस्ति. लू इति उकारः इन् प्रत्याहारे अस्ति. धातोः धातुः इन् प्रत्याहारे अस्ति कृत्वा धातोः अङ्गम् तत्र विभाषेटः इति कार्यं करोति. विभाषेटः कार्य अन्यदपि उदाहरणं दास्यामि. यत्र भवति खलु तस्यापि उदाहरणं दास्यामि. यत्र अन्यत् अस्ति किन्तु मया किं द्रष्टव्यम् अनिट् अस्ति किन्तु इकारः अन्ते तु इकारः इन् प्रत्याहारे कश्चन वर्णः अस्ति चेत् तद् द्रष्टव्यं. किमर्थम् अनिट् इदानीं सेट् पश्यन्तः स्मः किल? न तस्मिन् किञ्चित् तत्र भेदः अवगर्तुं शक्यते. रूपद्वयं लू निच्छेदने इति एकम्, अनन्तरं मुद् हर्षे इति एकम्, अनन्तरं अनिट् इत्यस्यपि उदाहरणं स्वीकृत्य कर्तुं शक्यते. बुद् इति स्वीकुर्मः चेत् तत्र अबुद्ध्व अत्र कृ धातुः कृ कृञ् करणे इति अस्ति खलु, तद् तु अनिट् अनिट् अस्ति, किन्तु अन्तिमः तु वर्णः अकृड्वम् इति भवति. तर्हि अत्र धातुत्रयं स्वीकृत्य वयं पश्यामः चेत् वयम् अवगन्तुं शक्नुमः. उपदायाम् इक् वर्णः वा अन्ते इक् वर्णः वा इति? न न अन्ते इक् वर्णः न, किं वदामि इत्युक्ते अस्माकं सूत्रद्वयम् अस्ति खलु, एकत्र इणः शीद्वम् इति सूत्रम्, अनन्तरं विभाषेटः. इणः शीद्वम् इत्यस्य उदाहरणमस्ति कृञ् करणे इति धातुः, भुवादिगदि गणे उभयपति धातुः अस्ति. तत्र तु इणः शीद्वम् इत्यनेन ढकारः भवति. अनन्तरं विभाषेटः इत्यस्य उदाहरणं लून् छेदने इति, यत्र सेट् अस्ति मदीकारः आगच्छति. ओ भगिनी तु सेट् इत्यस्यैव उदाहरणं यत्र इण् नास्ति इति तद् पश्यन्ति. तत्र तु तत् मुद् इति अन्यत् उदाहरणमस्ति. तर्हि यत्र इध्वम् इति सामान्यतया तु ध्वम् इति एव अस्ति, अनन्तरं दृष्ट्वा एव वयं प्रत्ययस्य अङ्गं दृष्ट्वा एव इध्वं भवति वा इध्वं भवति वा इति वक्तुं शक्यते, नो चेत् रूपद्वयमपि भवति वा इति वक्तुं शक्यते. मया तु पूर्वमपि मया चिन्तितम् आसीत् महोदयं वक्तव्यम्, अत्र तु इड्वं नो चेत् इध्वम् इति वक्तव्यम् इति द्वम् इत्येव महोदयेन लेखनीयम् आसीत्, अनन्तरं अङ्गमनुसृति एव अड्वं भवति खलु इति कृत्वा मया चिन्तितम् आसीत्. महोदयम् अहं वक्ष्यामि. अत्र मूर्धन्य डकार न भवति, केवलम् अवर्षिध्वं भवति. अवर्षिध्वम् इति एव ध्वम् अस्तु. किमर्थम् इत्युक्ते मुद् धातोः पश्यतु, अमोदिध्वम् इति एव अस्ति, समानकार्यं खलु, गुणकार्यम् अभवत्, प्रत्याहारस्य नास्ति, अनन्तरं दकारः अस्ति अन्ते अङ्गस्य, अनन्तरम् इकारः तु प्रत्ययस्य अवयवस्य अस्ति, इडागमः अपि जातः इति कृत्वा इमोदिध्वम् इति एव अस्ति. साधु वा? अग्रे सरेम महोदयमपि पृष्ट्वा अग्रे मध्यमपुरुषस्य वक्तव्यं खलु, भवनी उत्तमपुरुषस्य अग्रे रामप्रिय वक्तुं वक्तुमिच्छति किं भगिनि? आं भगिनि, तत्र अवृष् किल अवृष् योगः इषि, तत्रापि समानकार्यं पुगन्तलघुपदस्य च इत्यनेन गुणः. अवर्षिषि अवर्षिष्वहि अवर्षिष्महि. धन्यवादः भगिनि. अग्रे कुटादि अस्तु, दृशधातोः दृशभुवादौ अनिट् अस्ति इति दत्तमस्ति. सरला भगिनी वदति किं भगिनि? अस्तु, दृश् धातु अनिट् अस्ति, किन्तु गावकर्मणोपदेशे जनग्रहदृशानां चर्वति अतः चर्मत् एकपक्षे चिन्वत् पक्ष आगच्छति तत्र नागमः भवति, अन्यपक्षः च पक्षे यत्र चिन्वत् पक्ष न भवति. अस्तु, सो यत् चिन्वत् पक्ष अस्ति प्रथमपुरुष एकवचने दृश् इति अडागमः प्रथमं भवति, अदृश् भवति, अदृश् योग चिन् तस्य चिन् कर्मणो अनेन केवलम् इकार एव अवशिष्यते, चिन् तस्य लोप भवति. अदृश् योग इदानीं द्वित् अस्ति, तस्य उगन्तलघुपद्यस्य अपि उन्नयनपरायणेन अदर्शि इति भवति, गुणकार्यं भवति, सो अदर्शि. तदनन्तरम् अदृश्योग ईशाताम् इद अत्र इदागम अस्ति चिण्वत्पक्षे. तत्र किं भवति नेन इति लिङ्क् सिच् स्युट् सासु चस्य कार्यं भवति, किन्तु असिद्धत्र अभाव असिद्धत्र भावात् इति कारणेन अभ्यकार्यम् अस्ति. तत्र इति बाधितं भवति, गुणबाधितं भवति साधु चिण्वद्भावस्य. भगिनि क्षम्यता, मम मनः कुत्रचित् आसीत्, पुनः आरम्भतः वदति किं, क्षम्यता. प्रथमपुरुष एकवचने किमपि वदतु भगिनि. यद्यपि मध्यं प्रथमपुरुषे एकवचने तु समानम् अस्ति खलु, दृश्योगः तत् समानमस्ति. दृश्योग ईशाचाम् अत्र लिङ्क् स्विच् आत्मनेपदेषु तत् कार्यं बाधितं भवति, कारणमपि झलापि नास्ति अदृश्. सो अत्र अदृश्योग ईशाताम् इति गुणकार्यं भवति अत्र अदर्शिपक्षे अस्ति साधु पुगन्तलघुपदस्य पुनः कार्यं भवति, कारणकी नित् अस्ति चिन् अस्ति. सो अदर्शि शाताम् इति भवति, अदर्शि शातां तथैव अदर्शि शत प्रथमपुरुष बहुवचने इति भवति. उत्तमं भगिनि, अहं धन्यवादः भगिनि. पुष्पा भगिनी वक्तुमिच्छति किं मध्यं पुरुषं? दृश्यधातोः भगिनि म्यूट् मध्ये अस्ति भगिनि. प्रायः व्यस्था स्यात्. मणिमहोदय वदति किं महोदय? आम् महोदय, अत्र अदर्शिष्टाः इदानीं न आगतुं शक्नोमि इदानीं. वदति किं मध्यं पुरुषस्य रूपाणि भगिनि? वदतु भगिनि. महोदय वदतु, महोदय क्षम्यता, महोदय भवान् वदतु. अस्तु महोदय, अदर्शिष्टाः अनन्तरम् अदर्शिशाताम् अत्र अदर्शिद्वम् अत्र इनः अङ्गो नास्ति, इनः अङ्गमस्ति पर इट्टः नास्ति, अतः विभाषेटः इति न कार्यं करोति, इनः अङ्गस्य इति सूत्रमेव कार्यं करोति. रूपम् अस्ति अदर्शिड्वम् इति डकारः भवति खलु, शकारः तु प्रत्याहारे नास्ति खलु. समानकार्यम् अत्रापि चिन्तनीयं भगिनि, अत्रापि ढकारः वा दकारः वा इति समाधानम् अत्र अन्वेषणीयं. किमर्थमिति इकारः तु प्रत्ययस्य इकारः अस्ति खलु, तेन शीघ्रं तस्य कार्यं केवलम् अस्ति भगिनि. तत्र प्रत्ययस्य अङ्गस्य भागः अस्ति भवति तत्र. कुतः अङ्गस्य भागं भवति किं भगिनि? इनः अङ्गस्य इति सूत्रेण. आम्, अङ्गस्य इकारः तु यद्यपि चिन्वद्भावेन आरोपितं भवति खलु. प्रत्ययस्यैव इडागमः जायते खलु, कदापि अङ्गस्य इडागमः तु न भवति. चिन्वद्भावः धातूनां चिन्वत् कार्यं भवति. अत्र पश्यतु सूत्रार्थः, भावकर्मणविषये कर्मविषये आर्धधातुके उपदेशे अजन्तधातूनां हन्यग्रहदृश्च धातूनां विकल्पेन चिन्वत्कार्यं भवति स्य सिच्चियु टासि इत्येषु परेषु चिन्वत्पक्षे स्यचित्सियु टासीनां यदागमो भवति इत्युक्ते प्रत्ययस्य यदागमः भवति न तु अङ्गस्य पुनः प्रत्ययस्यैव यदागमः अस्ति इति कृत्वा वयम् अत्र इकारम् अङ्गम् इति वयं न योजयामः तर्हि दृश्यत्येव अङ्गम् अदृश्यति अङ्गम् इद्वम् इति प्रत्ययः इद्वम् इत्येव तिष्ठति भगिनि पूर्वं वयं तदेव तथा एव सर्वेषु यदि वयं कार्यं कृतवन्तः न एतावत् पर्यन्तं यत्र कुत्रापि इन् प्रत्याहारे नास्ति चेत् अङ्गं वयं तु केवलं दकारमेव स्थापितवन्तः तदेव सेट् अस्ति सेट् अस्ति वा तत् ईध्वमेव अहं तु कृतवती अहं तु कदापि न तथा न अन्य वयं तु वर्गे तथा अस्माकं वर्गे अधुना मङ्गल अत्र गुरुवासरस्य वर्गे वयं न तथा न कृतवन्तः भगिनि सर्वदा तु विध्वम् इति एव कृतवन्तः अतः एव मम भ्रमः जातः किमर्थं भगिनि ढकार ढकारः यदि श्रोतुम् एकसमानः आमां प्रायः तथा ढकारः एव अस्ति इन् प्रत्याहारे दृश्य शकारः इन् प्रत्याहारे नास्ति इति कृत्वा केवलं विध्वम् इति आं महोदय धन्यवादः महोदय अरुणभगिनी अद्य अद्य न वदिष्यति उष्णीं तिष्ठामि इति उक्तवती अपक्षे वक्तव्यं वा भगिनि न भगिनि उत्तमपुरुषस्य अस्तु तत्र दृश्यति तत्र तु समानकार्याणि पुगन्तलघुपदस्य अनेन तत्र गुणः भूत्वा अदर्शिषि अदर्शिष्व हि अदर्शिष्महि इत्येव रूपाणि भवन्ति धन्यवादः भगिनि भवती एव वदति किम् अग्रिमधातोः अपक्षे अपि वक्तव्यं किल दृश्यतो हि तत्र स्यसिच् सियुक्तासिषु उल्लिखितधातुः अस्ति इति कृत्वा अपक्षे इदानीम् अदृश्योगः इ इति अत्र तु समानकार्याणि चिण्वत्पक्षे यथा आसीत् अत्र अदर्शि इत्येव भवति पुगन्तलघुपदस्य अनेन तदनन्तरम् अदृश्योगः साताम् इति अस्ति इदानीं सकार तु जलादिवर्णः अस्ति अपि च अत्र अदृश्योगः साताम् इदानीं लिङ् सिचा वात्मनेपदेषु इति सूत्रेण तत्र कित्वम् आरोपितं भवति यदि जलादिः अस्ति अपि च सकारः जलादिः इति कृत्वा तत्र गुणनिषेधः भवति कित्वात् इति कृत्वा तर्हि तत्र अदर्शिति न भवति तदनन्तरम् अदृश्योगः साताम् इदानीं शकारान्तधातुः अस्ति इति कृत्वा व्रश्च भ्रश्च सृजमृच यज राज इति सूत्रेण तत्र मूर्धन्यशकारः जायते तालव्यशकारस्य अतः अदृश्योगः साताम् इति इदानीं शकारात् परे सकारः वर्तते इति कृत्वा षडोः कहसि इति कृत्वा शकारस्य ककारः जायते तर्हि अदृक्योगः साताम् इदानीं पुनः तत्र शत्वं भवति आदेशप्रत्ययोः अनेन तर्हि अदृक्षाताम् तथैव समानकार्याणि बहुवचने अदृक्षत इति यत्र सत इति प्रत्ययः वर्तते समीचीनं वा भगिनि धन्यवादः भगिनि अग्रे रामप्रिया भगिनी वदति किं भगिनि आं भगिनि अदृश् योगः स्थाः इति इदानीं प्रत्ययः पुनः व्रश्च भ्रश्च सूत्रसङ्ख्या न जानामि भगिनि अदृश् योगः स्थाः सकारस्य अस्माकं सूत्रं जलोजलि जलोजलि वृष्ट्य जलोजलि सूत्रसङ्ख्या विस्मृता प्रथमं वृष अनन्तरं जलोजलि एवं वा भगिनि न भगिनि परसूत्रम् अस्ति इति कृत्वा वृषभृष इति मन्ये पूर्वत्र सिद्धं किल भगिनि 8236 जलोजलि 26 अस्ति भगिनि 26 अतः जलोजलि एव प्रथमं जलोजलि आगच्छति चेत् भ्रष्टभ्रष्ट आगच्छति वा पुनः तस्य पुनः आगच्छति जलिपरे अस्ति जलिपरे भ्रष्टभ्रष्ट इत्यनेन शकारादेशः अदृश्योगः ताः इदानीं शकारः तकारः तत् किं भगिनि जलां जश्वर्णः शकारः नास्ति स्तुनाष्टुः न किल शकारः तकारः किल स्तुनाष्टुः तत् समीचीनम् अस्तु स्तुनाष्टुः अस्ति चेत् तकारः आगच्छति तकारस्य स्थाने द्वितीयटकार महाप्राण अदृष्टाः अग्रिममपि तादृशं तत्र तु साथां तद् यदा हेमा भगिन्या उक्तं तादृशं रूपम् अदृक्षाथाम् अनन्तरं ध्वम् इदानीं कार्यं भवति पुनः अदृश्योगः ध्वं तत्र षकारः धकारः भ्रष्टभ्रष्ट इत्यनेन अदृश्योगः ध्वं षकारः धकारः ष्टुनाष्टुः अदृश्योगः ध्वं किल क्षम्यतां किं ष्टुनाष्टुः इत्युक्ते अदृढ्वम् इति भवति वा ओ ढ भवति वा ओ हो किं पुनरेकवारं वदति वा भगिनि तत्र क्रमेण आं प्रथमं भ्रष्ट भ्रष्ट अदृश्योगः ध्वं समीचीनम् अनन्तरं षकारः धकारः ष्टुनाष्टुः प्रथमं ष्टुनाष्टुः ष्टुनाष्टुः एव पूर्वं वयं तु न वदामः किन्तु दीच प्रथमं कार्यं कृतं दीच वा प्रथमम् आसीत् सकारस्य लोपः भवति सिच् प्रथमं सकारः एव नास्ति किल भगिनि कुत्र सकारः प्रथमं सिच् प्रत्ययः अस्ति खलु सिच् प्लस् द्वम् इति अस्ति वयं तस्मिन् विषये वयं कदापि न चिन्तयामः इति कृत्वा ष्टुनाष्टुः प्रथमं भवति अनन्तरमेव जलां जष्टषि किल 8-4 इति अस्ति अतः ष्टुनाष्टुः इत्यनेन अदृश्योगः ड्वम् अनन्तरं जलां जष्टषि इत्यनेन अदृड् षकारस्य अल्पप्राणः वा तद् अल्पप्रष्टं तर्हि अदृ अल्पप्राणः महाप्राणः तदनन्तरं वम् वम् धन्यवादः अदृढ्वम् अस्तु भगिनि धन्यवादः भगिनि अग्रे सरला भगिनी अदृश्योगसि यथा वयं पूर्वं दृष्टवन्तः लिङ्क्स् च आत्मनेषु अनेन गुणबाधितं भवति अतः इदानीं वृषभ्रश सृजराजनेन तालव्यशकारस्य स्थाने मूर्धन्यशकारः आगच्छति. अदृश् भव अदृश्योग सि भवति. तदनन्तरं षडोकः सि अनेन ककार आगच्छति शकारस्य स्थाने. अदृक् योग सि आदेशप्रत्ययो सकारस्य स्थाने मूर्धन्यशकार. सो अदृक्ष् अदृक्ष अदृक्षि इति भवति. तदनन्तरम् अदृक्ष्वहि अदृक्ष्महि समानकार्यं भवति. अदृक्षि अदृक्ष्वहि अदृक्ष्महि इति खलु? आम्, अदृक्षि अदृक्ष्वहि अदृक्ष्महि. पुष्पभगिनी अग्रे वक्तुमिच्छति किं भगिनी? पठितुमिच्छति किम् अग्रिमधातुः? कुटादि क्रिड् इति धातुः अस्ति इति चेत् धातुः इति अस्तु. तर्हि मणिमहोदय वदति किल. क्रिड् धातु लुङ्लकरय अक्रिड् इति भवति. प्रथमस्य एकवचने सैट् अपि चिनो लुक् इति चिनो भावकर्मणे इति रूपेण अत्र चिन् ईकारः अस्ति गुणः भूत्वा नास्ति अखडि इति रूपं भवति महोदय. अनन्तरं द्विवचने सेट् अस्ति अधः इशाताम् इति रूपम् अत्रापि गुणः भवति अधः अत्र अत्र न भवति किं कृ उपदायं भिन्न भिन्न भिन्न प्रत्ययः नीत्वत् वास्तु. धन्यवादः महोदय, क्षम्यताम्. अधः न गुणः भवति अक्रिडिशाथां रूपम् अक्रिडिशत इति. क्षम्यतां, जलादि अस्ति चेदेव, किन्तु प्रत्ययः तु जलादि भगिनी नाङ्गुटादिभ्यो तस्य कार्यं भवति. इदानीं कुटादिगणे अस्ति ङाङ्कुटादिभ्यो ञति आं भगिनि. आं कुटादिगणीय धातुः अस्ति इति कृत्वा सत्यं भगिनि. तर्हि अनेन गुणबाधितं भवति. एकवचने अखड्डि एकवचने नित् अस्ति छिन् अस्ति अखड्डि आहत्य रूपम् अखड्डि अक्रिडिशाताम् अक्रिडिशद इति. धन्यवादः भगिनि. अस्तु अग्रे कस्य क्रमः? क्षम्यतां, हेमा भगिनी वदति किम्? आम् आं महोदय, अत्र अक्रिड्योगः मध्यमपुरुषे इष्टाः इति यतोहि सेट् अस्ति इति कृत्वा केवलं मेलनमेव भवति. अत्रापि गुणनिषेधः जायते गाङ्कुटादिभ्यो इति कृत्वा तत्र ङित्वत् भूत्वा तत्र अक्रिडिष्ठाः इत्येव भवति. अन्यत् अन्यानि कार्याणि नास्ति इति मन्ये. तदनन्तरं यथा महोदयेन उक्तम् अक्रिडिशाथाम्, अत्र अक्रिड्योगः इड्वम् इति अस्ति. अत्र एकमेव रूपं भविष्यति अक्रिडिड्वम्, किल भगिनि? अत्र किमपि कार्यमेव नास्ति, ईणः अपि नास्ति अत्र, केवलम् अपि च अत्र ढकारः भवति किल, यतोहि प्रत्ययः. परन्तु प्रत्ययः यत्र सेट् अस्ति तत्र महोदयः इड्वम् इति सूचितं किल, तत्र प्रत्यये न भगिनि, तथा नास्ति इति अधुनैव वयं दृष्टवन्तः खलु. मुद्द धातोः विषयं दर्शितवती खलु. प्रत्ययस्य अवयवः अस्ति, इकारः अस्ति इति कृत्वा न तथा न भवति. अहं महोदयं पृच्छामि, अत्र अष्टाध्यायी डाट् काम् मध्ये तत्र न लिखितमस्ति, द्वम् इति एव स्वीकृत्य लिखितमस्ति. किमर्थमित्युक्ते पूर्वमपि महोदयेन तथैव बोधितम् आसीत्, अङ्गस्य भागः न भवति, एषः इकारः तु केवलं प्रत्ययवयवे, परन्तु यत्र अस्माकं रूपाणि दत्तं महोदयेन तत्र कर्मणि भावे सेट् सिच् प्रत्ययेन निष्पन्नाः आत्मनिपदसन्ति, किन्तु वयं तु अङ्गं दृष्ट्वा एव वयं तथा स्वरूपं साधयामः, साक्षात् एवं न भवति. अहं लिखामि, महोदयं लिखिष्यामि. अस्तु, तर्हि तत्र इद्भम् इति प्रत्यये न दातव्यम् इति वदति इति मम मम सत्यं, किम् अङ्गं दृष्ट्वा एव वक्तुं शक्यते इति कृत्वा प्रत्येके तु इद्भम् इति एव द्रष्टं दातव्यम् आसीत् इति. अधुना यत्किमपि भवत्याः आग्रहः. अस्तु, द्वम् इति स्वीकृत्य अग्रे सरामः इदानीम्. धन्यवादः भगिनि. तर्हि रूपाणि उक्तवती खलु, रामप्रिया भगिनी वदति किं भगिनि? उत्तमपुरुषे अक्रिडियोगः इषि, तत्रापि वर्णमेलनं अक्रिडि अक्रिडिषि अक्रिडिष्वहि अक्रिडिष्महि. अग्रिम नूतनधातुः अस्ति, तत्र पठति भगिनि. आं, भञ्ज् ब्रिञ्ज् धातुः, भञ्ज् भञ्जेश्च भञ्ज् क्षमता भञ्ज् धातुः, भञ्जेश्च चिनि, भञ्ज् धातोः विकल्पेन नकारलोपो भवति चिनि परे, भञ्जेः षष्ट्यन्तं च अव्ययपदं, चिनि सप्तम्यन्तं त्रिपदमिदं सूत्रं, जान्तनशां विभाषा इत्यस्मात् विभाषा इत्यस्य अनुवृत्तिः, श्नान्नलोपः इत्यस्मात् न लोपः इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं, भञ्जेः च अङ्गस्य न लोपः चिनि विभाषा. अस्तु, अतः विकल्पेन भवति चिन् परे भञ्जेः भञ्ज् धातोः. अस्तु, भञ्जेः अङ्गस्य नकारलोपः. ओ, अतः मूले नकारः आसीत् इति किल? मूले नकारः अस्ति, मूलनकारः अस्ति, तस्य लोपः विकल्पेन भवति. अस्तु, भञ्जे धातोः रुधादौ अनिट् रूपाणि परिशीलनीयानि. तत्र अग्रे अपि सूत्राणि पठामि वा भगिनि, पठित्वा वा रूपाणि? केवलं प्रथमवाक्यम् अन्तिमवाक्यम्? आं, चोहोकुः चवर्गस्य स्थाने कवर्गादेशो भवति जलि पदान्ते, अनुवृत्तिसहितसूत्रं चोहोकुः जलि पदस्य अन्ते, पदान्तकार्यमस्ति चवर्गस्य स्थाने कवर्गादेशः भवति जलि परे, अनन्तरं नश्चापदान्तस्य जलि अपदान्तस्य नकारस्य मकारस्य स्थाने अनुस्वारादेशो भवति जलि परे, अत्रापि जलि परे एव कार्यम्, अपदान्तस्य महानः च अनुस्वारः जलि संहितायाम्, अनन्तरम् अनुस्वारस्य ययि परसवर्णः, अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे, अनुवृत्तिसहितसूत्रम् अनुस्वारस्य ययि परसवर्णः संहितायाम् इति सूत्राणि. रूपाणि भञ्ज् प्रथमम् अडागम् आगच्छति, भञ्ज् भवति प्रथमपुच एकवचने भञ्ज् योग इकार आगच्छति, इदानीं भञ्जेश्च इति सूत्रेण विकल्पेन अस्ति तस्य लोपो भवति, शून्यकारस्य एकपक्षे लोपो भवति, अभज् योग इ, इदानीं चिन् अस्ति अथवा अत उपधाया तस्य कार्यं भवति, सो अभाजि इति भवति एकपक्षे, अन्यपक्ष यत्र ञकारस्य लोपः न भवति तत्र अभञ्ज् योग इ, केवलं वर्णमेलनं भूत्वा अभञ्ज् न ञकारस्य नश्चापदांस्य झलि अनेन अनुस्वारः भवति, पुनः अनुस्वारस्य यै परसवर्णकारः आगच्छति, सो अभञ्जि इति भवति. सो रूपं द्वयम् आगच्छति, अभाजि अभञ्जि इति, तदनन्तरं अन्यत् अस्ति, सो अभञ्ज् योगसाताम् इदानीं चोः कुः अनेन जकारस्य स्थाने गकार आगच्छति, भङ्गयोग सातां भवति, तदनन्तरं नश्च पदांस्य झलि अनेन अनुस्वार भवति, अभङ्ग् भवति अभङ्गयोग सातां, तद खरीचति सूत्रेण गकारस्य स्थाने ककार आगच्छति, सो अभङ्ग् योग सातां, तदनन्तरम् अनुस्वार ककार अस्ति तस्य साताम् अस्ति एन्को अस्ति आदेशप्रत्ययो सकारस्य स्थाने मूर्धन्यषकार शातां भवति, अनुस्वारस्य यै सवर्ण सो अनुस्वारस्य स्थाने पञ्चमवर्गीय ङकार आगच्छति अभङ्क्षाताम् इति भवति अभङ्क्षाताम् अभङ्क्षा भगिनि अत्र जलो जलि कार्यं न करोति वा पूर्वसूत्रमस्ति अत्र तु सकारः नास्ति खलु सकारः साताम् इति सकारः एव किल किन्तु सकारात् अनन्तरम् आकारः वर्तते जलि नास्ति खलु तदनन्तरं जलि नास्ति न करोति अत्र तु ब्रञ्ज् बञ्ज् अस्ति खलु भगिनि अत्र बञ्ज् तु तत्र अत्र नास्ति ब्रश ब्रश सृज मृज यज राज ब्राज ब्रश्च ब्रश्च तस्मिन् नास्ति न अन्तर्गतः साधु किं सा भगिनी अवगतं हेमा भगिनि जलो जलि किमर्थं न भवति इति तत्र इत्युक्ते झल् वर्णः अस्ति जकार अत्र सकारः अस्ति अनन्तरं पुनः जल् वर्णः अस्ति चेत् सकारस्य लोपः भवति जलो जलि इति जल् वर्णः सकारः अनन्तरं आकारः यत्र मया दोषं यत् कृतम् इत्युक्ते तत्र जकारः जल् वर्णः सकारः जलि इति तादृशं न स्वीकरणीयं सकारात् अनन्तरमेव जल् वर्णः अस्ति वा इति द्रष्टव्यं किल जलो जलि अनन्तरं सकारस्य लोपः जल उत्तरस्य सकारस्य जलि परे हा जलि परे धन्यवादः धन्यवादः सरला भगिनी उक्तवती खलु अग्रे मध्ये बहुवचने समानकार्यं भवति सो अभङ्क्षत इति भवति अत्र प्रश्नः द्विवचने चोहोकुः ककारः अस्ति अधः अभङ्क् इति अनन्तरं इन्को वर्णः अस्ति अधः आदेशप्रत्ययत्वेन शकारः अभङ्क्षिताम् अभङ्क्षाताम् इति इदेन रूपं भवति तदेव नकारस्य तु नकारः भवति अनुस्वारस्य परसवर्णः अस्तु महोदय धन्यवादः धन्यवादः भगिनि मणिमहोदय अग्रे वदति किं भगिनि महोदय अभङ्क्षिता मध्यमपुरुषे महोदय अत्र स्ताः इति प्रत्ययः अभञ्च् अत्र जलजलि कार्यं करोति महोदय प्रथमं जलजलि वा चौहकुः वा प्रथमं किं कार्यं करोति जलजलि जलजलि पूर्वसूत्रम् अहं चिन्तयामि अतः सम्यक् नास्ति अभञ्च् योः स्ताः अत्र च जलजलि इत्यनेन सकारः लोपो भवति अनन्तरं चोहुः भवति येन तकारः ता इति तदपि जलि अभङ् ताः इति रूपं द्विवचने तत्र किमपि अन्यकार्यं नास्ति किम् करिच करिच इति सूत्रेण प्रथमककारः आदेशः अभङ्क्ताः इति अनन्तरं द्विवचने अत्र मन्ये महोदय, अत्र इतोपि कार्याणि भवन्ति इति मन्ये महोदय. अनन्तरं अनुस्वारस्य किं भगिनि? सर्वं नश्च पदान्तश्च भगिनि, तद् अन्यत् किमपि नास्ति किं? सकारस्य किमपि अन्यत् कार्यं न भवति किम्? जशस्ततोर्दोदः नास्ति यतोहि चतुर्थवर्णः नास्ति किल तत्र. परन्तु अत्र यथा अरुणा भगिन्या उक्तं, तत्र ङकारः ककारः भूत्वा तदनन्तरं ञकारस्य जले अनुस्वारस्य. द्विवचने बंशयोः शाताम् अत्र बंशयोः शातम् इदानीम् उक्तवती समानरूपम् अभङ्क्षितात् अभङ्क्षाताम् अभङ्क्षाताम् शाताम् अभङ्क्षाताम् अनन्तरं मध्यपुरुषे किमर्थम् इकारः अभङ्क्षि इति किमर्थं वदति? अनित् प्रत्ययः अनित् अस्ति खलु धातु. अभञ्जयोगः अभञ्जयोः द्वम् अत्र चोः कुरि इति सूत्रेण ककार आदेशः ककारः महोदय. अनन्तरं अभङ् द्वम् इति अनन्तरं जलां जसि इति सूत्रेण गकारः रूपं न परिवर्तनं भवति, तदेव रूपम् अभङ् अभङ् त्वम् इति. सम्यक् नास्ति इत्यनेन अभङ्क् त्वम् तावदेव इति मन्ये. अन्य कार्यं किमपि नास्ति सन्ति खलु? एकवचने अभङ्क्ताः धन्यवादः. भगिनि अस्ति वा कोऽपि अस्ति वा? न श्रूयते. भगिनि अस्ति वा? ममापि न श्रूयते. किमपि न श्रूयते. मम तु भङ्गः जातः. तावदेव खलु. उत्तमपुरुषस्य रूपाणि वक्तव्यानि. हिम भगिनी वदति किं भगिनि? अस्तु भगिनि. अभञ्जयोगः सि इति इदानीं चोहोकुः इति कारणेन जकारस्य गकारः, तदनन्तरं चोहोकुः तदनन्तरं खरीच अपि कार्यं करोति. अत्र गकारस्य ककारः भवति. यदा ककारः जायते तर्हि आदेशप्रत्ययोः कार्येण तत्र सकारस्य शकारः भवति. अपि च पूर्वस्थितस्य यकारस्य यथा दृष्टं नश्चापदान्तस्य झलि अपि च अनुस्वारस्य ईपरसवर्णः कृत्वा तत्र ङकारः आगच्छति, अतः अभङ्क्षि इति रूपम् आगच्छति. साधु अभङ्क्षि अभङ्क्ष्वहि अभङ्क्ष्महि. आम् सर्वत्र क्ष इति आगच्छति. न श्रूयते भगिनि? आमामाम् अहम् अस्मि भगिनि, चिन्तयन्ती अस्मि. धन्यवादः भगिनि. अत्र अग्रे तु चुरादिगणीयदातवः इति निजन्तदातवः इति अस्ति. रामप्रिया भगिनि अस्मि भगिनि, इदानीम् अस्मि. रामप्रिया भगिनि क्षम्यतां इदानीं न चिन्ता भगिनि अयति क्रमः आम् चुरादिगणीयदातवः निजन्तदातवः च चुर्धातुः चुरादौ सेट् रूपाणि परिशीलनीयानि सत्यापपाशरूपवीणातूलश्लोकसेनलोम त्वच वर्म वर्णचूर्ण चुरादिभ्यो निच् एभ्यः द्वादशेभ्यः प्रातिपदिकेभ्यः सर्वेभ्यः चुरादिगणीयधातुभ्यः च निच् प्रत्ययः विधीयते एभ्यः प्रातिपदिकेभ्यः निच् प्रत्ययस्य संयोजनेन नामदातवः भवन्ति अनुवृत्तिसहितसूत्रं सत्यापपाशरूपवीणातूलश्लोकसेनालोम त्वच वर्म वर्णचूर्ण चुरादिभ्यः धातुभ्यः निच् प्रत्ययः परश्च येन सूत्रेण एव अस्माकं चुरादिभ्यः चुरादिगणे निच् प्रत्ययः इति विधीयते अस्तु तत्र ओ चुर्धातुः इदानीं सेट् रूपाणि इत्येव किल भगिनि तदेव अस्माकं स्तनाद्यन्तदातवः द्वादशप्रत्ययाः सन्ति येषां संयोजनेन नूतनदातवः सृष्टाः भवन्ति अत्र द्वादशप्रत्ययाः के इति दत्तमस्ति सन् क्यच् काम्यच् क्यश् क्यङ् क्विप् निङ् इयङ् मिच् यक् आय यङ् इति येषां प्रकृतिः क्वचित् धातुः क्वचित् प्रातिपदिकं सनादौ येषां ते सनादयः सनादयः अन्ते येषां ते सनाद्यन्ताः सनाद्यन्ताः प्रथमान्तं दातवः प्रथमान्तं द्विपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णं सनाद्यन्ता दातवः अनन्तरं नेरनिटि सूत्रं तु वयं जानीमः यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति तस्मात् पूर्वं नी प्रत्ययस्य लोपो भवति अनुवृत्तिसहितसूत्रं नेः लोपः अनिटि आर्धधातुके अस्तु असिद्धवत् अत्राभात् कमपि आश्रयम् अधिकृत्य आभियकार्यं द्वितीयं समानाश्रितम् आभियकार्यं प्रति असिद्धं भवति इति अधिकारसूत्रम् अस्ति बस्य इति अधिकारसूत्रेण बसंज्ञसम्बन्धकार्याणि भवन्ति षष्ठाध्यायस्य अन्तपर्यन्तम् एतत् सूत्रमपि स्वयं सम्पूर्णम् अस्य बस्य इत्यस्य अधिकारस्य अन्तपर्यन्तं येषां कार्याणां नाम आभीयकार्यम् आर्धधातुकस्य इड्वलादेः इति सूत्रमपि वयं जानीमः आर्धधातुकप्रत्ययस्य आदौ वल् प्रत्याहारे अन्यतमवर्णः अस्ति चेत् तस्य इडागमो भवति अनुवृत्तिसहितसूत्रम् अङ्गात् वलादेः आर्धधातुकस्य इट् अतेन लुङ् लकारः कर्मणि भावे च इति पाठः समाप्तः मम तु बहु सन्तोषः जातः भगिनि परन्तु भगिनि यद्यपि सन्तोषः जायते अत्र एकवारं यदि समयः भवति चेत् केनापि मम तत्र अचः परस्मिन् स्थानिवत् तेषाम् एकवारं पुनस्मारणं कुर्वन्ति चेत् उत्तमः भवति इति भाति रूपाणि करणीयं हा तदनन्तरमेव पृच्छन्ती अस्मि परन्तु यतोहि एतादृशसूत्राणि पुनः पुनः आगच्छति किल भगिनि तर्हि निश्वासं श्वासं स्वीकर्तुं न शक्नुमः इति मन्ये पुनः अग्रिमपाठे अपि प्रायः प्रक्रिया सरला भवति इति पूर्वं मया मम चिन्तनम् आसीत् किमर्थम् इत्युक्ते गणचिन्तनं नास्ति अहमपि तादृशमेव चिन्तितवती परन्तु इदानीं गणः एव सत्यं सत्यं सरला भगिनी कृपाणि चुर्धातु चुरादिगणे अस्ति अथ तत्र यत् सूत्रमस्ति सत्यापपाशरूपवीणास्थूल स्थूलश्लोकसेनालोपतर्चवर्ण वर्म वर्णचूर्णचुरादिद्रोणचिच् विधीयते अनेन चुर्योग इ चोरि इति भवति इदानीं पुगन्तलघुपदस्य अनेन गुणकार्यं भवति चोरि इति इदानीम् आदेश अतिदेशकधातु भवति अचोरि अडागमः भवति अचोरि चिन्वत् पक्षे सियसि चोरि इति अजन्तधातुः अस्ति, अतः अनेन एकः चिन्मत्पक्ष भवति, अपक्षे विकल्पेन चिन्मत् भावः भवति. तो यत् पक्षे चिन्मत् आसीत् तत्र इडागमः भवति. तो इदानीं चिन्मत्पक्ष प्रथमं स्वीकुर्मः. अचोरि योग प्रथमपुरुष एकवचने अचोरि योग चिन् इ अवशिष्यते. अचोरि इति अचोन्यति अनेन प्रथमं रेणनिति इति तस्य प्रसक्तिः अस्ति अचोन्यति, किन्तु रेणनिति तस्य कार्यं भवति कारणकि अभिय कार्यं भवति असिद्ध असिद्धवनत्राभात् अनेन तस्य स्यूतस्य कार्यं न पश्यति चोरेण निति तस्य कार्यं भवति. अचोर् योग चिन् भवति ईच् अचोरि इति अवशिष्यते. सूत्रं किम् अस्ति अथ उपादायाः इति खलु न रेणमिति इति रेण अनेन चिन्मत्पक्ष भवति साधु. कारणकि अचोरि इति अजन्तधातुः अस्ति, अजन्तधातु इदानीं प्रथमम् अहं चिन्मत्पक्ष इति करोमि. अचोरि योगि प्रथमपुरुषे एकवचने चिन् अस्ति साधु, चिन् तस्य चन् कर्मणो इति भव अनेन लुक् भवति, तद् इकारे अवशिष्यति. अचोरि योग इ इदानीम् अचोन्यति प्रसक्तिः अस्ति, किन्तु रेणमिति कार्यं भवति प्रथमं रेणमिति असिद्ध अत्र अभावात् अनेन कारणं किस्य सप्तमाध्यायस्य द्वितीयपादस्य अस्ति, अनेरमेतु षष्ठाध्यायस्य चतुर्थस्य अस्ति, किन्तु एवं मन्ये तर्हि नेरनिति षष्ठमः अस्ति सप्तमाध्यायस्य अस्ति अचोनिति, तर्हि यद्यपि परसूत्रम् अस्ति तथापि ञ्लोपौ यङ् यण् गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेन इत्यनेन प्रायः स्यात् इति प्रथमं कार्यं करोति महोदय. अस्तु, रेणनिति तस्य कार्यं पूर्वं भवति, वार्तिकम् अस्ति रेणनिति सूत्रम् अनेन. सो अनेन रेणनिति यदि कार्यं भवति चिन् यत् अस्ति तत्र अर्धधातुक निमित्तानि भवति न, अर्धधातुक अन्यत् प्रत्ययः अन्यत् प्रत्ययः अस्ति चिन् पूर्व नकारस्य रूपः भवति. सो अचोर् योग इ अचोरि इति भवति प्रथमपुरुष एकवचने साधु. अचोरि योग तर्हि आहत्य अत्र आहत्य कार्याणि किम् इति एकवारं लघुरूपेण वदति वा. प्रथमम् अचोर् योगः इ अचोरि इति जाता, अचोरि योगः इ अत्र नेरनिटि इत्यस्य प्रसक्तिः अस्ति, अपि च णित्वात् तत्र अचोयिणिति इत्यत्र अपि कार्यं भवति, परन्तु अचोयिणिति सप्तमाध्याये अस्ति इति कृत्वा परसूत्रम् अस्ति इति उक्तवती किल. तर्हि तत्र परन्तु तत्र अल्लोपः अपि च णलोपः एव बलवत् इति किल. तर्हि अत्र अत्र किम् अस्ति अत्र अचोर् योगः इति अवशिष्यते. अस्तु, तर्हि अचोयिणिति इत्यस्य प्रसक्तिः एव न आगच्छति, तर्हि कार्यं न भविष्यति. अस्तु, अवगतं, धन्यवादः. क्षम्यतां भगिनी, क्षम्यतां भगिनि, नेरनेटि कार्यं करोति, अन्यसूत्रं किं भगिनि अहं न अवगतम्. अचोनिति किम् अस्ति भगिनि, तत्र अन्तिमे चोदि इति अजन्तधातुः अस्ति किल, 7214 अस्ति भगिनि. अत्र तु सेवेन् सप्तमध्यस्य सूत्रमस्ति. केवलं वार्तिकेन ञल्लोपौ इयं यङ् गुणवृद्धिदीर्घेभ्यः विप्रति पूर्वविप्रतिषेधेन इति वार्तिकेन प्रथमं निरन्तिकरणं करोति. करपत्रे नास्ति भगिनि, वार्तिकम् अस्ति. कुत्र अस्ति इत्युक्ते षण्धातोः विषये महोदयेन प्रतिपादितम् आसीत्. करपत्रे अस्ति भगिनि, षण्धातोः भागं यत्र अस्ति तत्र पश्यतु, ञल्लोपौ स्मरामि, तदेव अस्ति भगिनि. तर्हि अचोर्योगः इ इति अवशिष्यते खलु. भगिनि अग्रे वदतु, क्षम्यतां भगिनि, सरला भगिनि. अचोरियोग ईशाताम् अत्र अपि रेणनिति तस्य कारण की. तर्हि आहत्य एकवचने अचोरि इति एव रूपं खलु, अचोर्या एकरूपं साधु अचोरि. द्विवचने अपि रेणनिति तस्य कार्यं भवति. अत्र वयं वर्गे उक्तवान् अभियकार्यमस्ति, सियसि च अस्य रेणगति कार्यं करोति इदानीम्. अचोरियोग अचोर्योग ईशातां केवलं वर्णमेलनं भवति, अचोरिशातां तथैव अचोरिशत इति वचने भवति. अभियकार्याणि के के? सियसियुट् तासियुच् प्रथमं तु चिन्वत् पक्ष ईशात इदागम भवति, तस्य कार्यं रेणनिटि न पश्यति. रेणनिटि तस्य अपि भगिनि, तर्हि प्रथमं चिन्वत् भावम् उक्तवती किं, तर्हि तर्हि किम् अस्ति न पश्यति इति कृत्वा नेरन्ति भवति. वयं तु चिन्वत् पक्षे यत् उक्तवन्तः तत्रैव प्रथमं कावृतवन्तः खलु. अचोर्योगः इति एकवचने तु अहम् उक्तवती यत्र अत्र तु अस्ति सत्यं, भगिनी यत् उक्तवती सत्यम्. अस्तु, द्विवचने तु यत्र अचोरि प्लस् ईशाताम् इति अस्ति, यद्यपि इडागमः जातः तथापि नेरन्ति इति कार्यं भवति. किमर्थम् इत्युक्ते सस्य सियुट् इति अभियकार्यम् अस्ति, समानाश्रितम् अभियं कार्यम् अस्ति, तस्य कार्यं न पश्यति इति कृत्वा नेरन्ति कार्यं करोति. अत्र समानाश्रितं कः आश्रयः भगिनि? अत्र किम् अस्ति, अत्र आर्धधातुके परे इति अस्ति खलु, चिन्वत् अस्ति न ईशातां यत् अस्ति, चिन्वत् पक्षे इदागमः अस्ति, चिन् अस्ति इदागमः, तत् मध्ये इदागमः एकवचने नास्ति, मध्ये द्विवचने मध्ये द्विवचने तु मध्यमपुरुषस्य रूपाणि वदतु किं, पुष्पभगिनी वक्तुमिच्छति किं भगिनि मध्यमपुरुषस्य रूपाणि भगिनि? प्रयत्नं करोमि. स्टाः अस्ति, चोरि इष्टाः इति भवति खलु, इष्टाः इष्टाः क्षम्यतां इष्टाः, अचोरि इष्टाः, तदपि कार्यं करोति, निरनीति कार्यं करोति, नल्लोप तदपि कार्यं करोति. नल्लोपः किं नकारः एव नास्ति खलु, चोरि इति कार्यं करोति इति कृत्वा लोपः इति नीति प्रत्ययः द्वे अपि अस्ति न, तथैव लोपः प्रत्ययस्य लोपः जायते, तत्र न लोपः इति वदति चेत् भ्रमः जायते, अत्र तु निच् प्रत्ययस्य लोपः भवति. निच् प्रत्ययस्य लोपः तत्तु इष्टाः तौ मेलनम् अस्तु अस्तु अस्तु अस्तु तत्तु अचोरिष्टाः अचोरिष्टाम् अचोरिध्वम् अत्र रूपद्वयं भवति वा अत्र किं आगच्छति भगिनि ध्वं ध्वं द्वे अपि आगच्छति विभाषेतः इत्यनेन ध्वम् अपि अस्ति ध्वमपि अस्ति विकल्पेन मणिमहोदय वदति किं महोदय उत्तमपुरुषस्य रूपाणि महोदय अत्र अपि अचौरि अचौरि षि इति रूपम् उत्तमपुरुषे अत्रापि नेर्नेटि कार्यं करोति अचोरिषि इति रूपं सत्वं भूत्वा अनन्तरम् अचोरिष् वहि अचोरिष् महि इति रूपाणि भवन्ति. भवान् अग्रे किमस्ति अपक्षे वक्तुम् इच्छति किम्? आम् महोदय, अपक्षे अचो एकवचने प्रथमपुरुषे एकवचने अचोरि एव न चिन् प्रत्यय अस्ति, अत्र किमपि परिवर्तनं भवति अतः अचोरि इति. अनन्तरं द्विवचने सेट् अस्ति अतः अचोरि अचोरि इशाताम् अत्र गुणकार्यं भवति महोदय अचोरे अचोरे इति भवति वृत्तिकार्यं भवति खलु नै भवति तत्र तु चोरै भवतु भवति क्षम्यतां क्षम्यताम् आमां क्षम्यतां गुणकार्यमेव क्षम्यतां गुणकार्यम् अनन्तरम् अचोरे यचोयाः इति सूत्रेण अय भवति अचोरे शाताम् अत्र तु नेरन्ति न कार्यं करोति किमर्थम् इत्युक्ते क्षम्यताम् अत्र नेरन्ति कार्यं करोति वा न कार्यं करोति सेत् अस्ति इत्युक्त्वा अचोरैशाताम् अचोरैशाताम् अचोरैश्यत अस्तु महोदय हेमा भगिनी वदतु भगिनि अग्रे अचोरियोगः इष्टाः इति न अपक्षे अस्ति परन्तु सेट् अस्ति इति कृत्वा इष्टाः एव आगच्छति तर्हि अचोरियोगः इष्टाः अत्रापि अचोरे अचोरै अचोरयिष्टाः तदनन्तरम् अचोरयिषाथाम् अग्रे अत्र रूपद्वयम् आगच्छति यतोहि विभाषितः कार्यं करोति अत्र इणः अङ्गस्य अनन्तरम् इडागमः वर्तते इति कृत्वा अचोरयिध्वम् अचोरयिध्वम् इति रूपद्वयम् आं भगिनि समानकार्यमेव अचोरे इषि अचोरे इषि न अचोरे योगः इषि एचोयवायावः अचोरैषि अचोरैष्वहि अचोरैष्महि इति रूपं अभवत् खलु करपत्रम् अभवत् भगिनी हेमा भगिनी किमपि पृष्टवती खलु अत्र स्थानिवदादेशो आं भगिनि तत्र किमपि न जानामि भगिनि अचः पदस्मिन् पूर्वविधौ स्थानिवदावः तत्र कुत्र प्रश्नः इति अत्र आगच्छति इत्युक्ते तस्मिन् सन्दर्भे कुत्र आगच्छति इति पश्यामः एकनिमिषम् अमितां ह्रस्वः इत्यस्मिन् आगच्छति खलु तर्हि तत् स्वीकृत्य वक्तुं शक्नुमः तत्र पश्यामः अत्र शमीयोगः अडागमः इति तत् भागं स्वीकृतं किं भगिन्या शम् अत्र अस्ति भगिनि अहन्योगः स्ताः इति एकः भागः अस्ति तत्र तत्र आगच्छति शब्दः मुक्तात् निजन्ताः मित्तातवः मितां ह्रस्वः इति तत्र शं धातुः इति अस्ति खलु शं योगः निच् इति अस्ति खलु शं योगः निच् यत्र मित् अत्र मित् निजन्तदातुः अस्ति इति कृत्वा निच् आगच्छति तर्हि अथोपदायः इत्यनेन शाम् इति भवति अनन्तरं मितां ह्रस्वः इत्यनेन शं भवति शमि इति नूतनदातुः अस्तु अग्रे पश्यामः शमीयोगः लुङि तु अडामगमः भवति अशमि इति तर्हि अशमीयोगः चिन् प्रत्ययस्य आगमनेन अशमीयोगः इ इति भवति अत्र किम् अस्ति नेरनेटि इत्यस्य कार्यं भवति किं किं सूत्रद्वयस्य प्रसक्तिः अस्ति अत्र नेरनेटि अत्रापि पुनः पुगन्तलघुपदस्तु इत्यपि कार्यं भवति इक् नास्ति किल अत उपादायः भगिनि अत उपादायः प्रथमम् अशमीयोगः इ इति अस्मि अशमिता पुगन्तल न सार्वधातुक अर्धदशमिता किम् अस्ति इ इति कीदृशप्रत्ययः अर्धदातुकप्रत्ययः अस्ति पुनः अचोनिति इत्यस्य कार्यमस्ति खलु अस्ति वा अस्ति अचोनिति इत्यस्य कार्यम् अस्ति अचोनिति इति प्रभाते नेरनिति कार्यं करोति किमर्थम् इत्युक्ते न्यल्लोपो अधः दत्तमस्ति न्यल्लोपो यङ् यङ् गुणवृद्धिर्भ्यः पूर्वप्रदिश्यते इति तदनन्तरं किं भवति अशम् इति भवति अशं योगः इ अधुना तु अतोपदाया इत्यस्य प्रसक्तिः अस्ति खलु अत्र अशां योगः इति भवितुम् अर्हति किन्तु अत्र किं भवति सामान्यतया वयं पश्यामः चेत् सामान्यतया अत्र किम् अभवत् इकारस्य स्थाने लोपः आदेशः अभवत् खलु इकारस्य स्थाने लोपादेशः सञ्जातः अस्तु सामान्यतया तु तानिवदादेशो अनल्विदौ इति भवति सामान्यतया यस्य कस्यापि स्थाने अन्यत् आगच्छति चेत् तस्य गुणधर्मान् अनुसरति इति तदपि स्वीकरोति इति किं यदि अनल् अस्ति तु वर्णाश्रयः अस्ति खलु अल्विधिः अल् आश्रितकार्यम् अस्ति खलु यत्र अतोपदायाः इति कार्यम् अल्कार्यमस्ति खलु यत्र अल्कार्यमस्ति अतोपदायाः इत्यस्य कृते अशास्त्रीयं भवति कृते लोपादेशः सानिवद् न भवति किन्तु क्षम्यतां सामान्यतया तु वर्णाश्रयः अल् अल् कार्यं तु यत्र लोपस्य स्थाने यः क्षम्यताम् ऐकारस्य स्थाने यत्र लोपादेशः सञ्जातः सः तु इकारवत् न भवति सामान्यतया स्थानिवदादेव आदेश अनुविधौ इत्यनेन तथा न भवति किन्तु यत्र यत्र पूर्वविधिः आगच्छति अचुवर्णस्य स्थाने अन्यवर्णः आगच्छति इत्युक्ते इकारस्य स्थाने लोपादेशः सञ्जातः तादृश आदेशस्य अनन्तरं पूर्वविधिकार्यम् आगत्य कार्यं कर्तुम् इच्छति तस्य दृष्ट्या तु स्थानिवद् भवति यद्यपि वर्णः अस्ति इकारस्य स्थाने लोपः इति जातः वर्णः अस्ति तथापि अल्वर्णः अस्ति तथापि अत्र धातोः किमपि नास्ति खलु अत्र केवलम् इकारस्य स्थाने तथापि पूर्वविधे अचः स्थाने सः तु पाणिवद् भवति इति वदति अचः परस्य पूर्वविदौ इति सूत्रम् भगिनी अत्र मुद्रणस्य समापनं कृत्वा आङ्ग्लभाषायां वदति वा? धन्यवादः.